नमस्सर्वेभ्यः. अस्माकं विषयः अस्ति स्वादिगणः इति विषयः. तर्हि स्वादिगणे स्वादिभ्यः श्नुः इति सूत्रेण कर्तरि शप् इति सूत्रं प्रबाद्य श्नु इति विकरणप्रत्ययः आयाति. श्नु प्रत्ययः अपित् इति कृत्वा तत्र गुणनिषेधः भवति. यदा तत्र श्नुप्रत्ययान्तम् अङ्गं लभ्यते श्नुप्रत्ययं योजयित्वा, तदानीं श्नुप्रत्ययस्य अनन्तरं यः तिङ् प्रत्ययः अस्ति तत्र तिङ् प्रत्ययानां विभागः अस्ति. हलादिः पितः, अजादिपितः, अनन्तरं हलादि अपितः, अजादि अपितः इति विभागः अस्ति. तर्हि अत्र स्वादिगणे विशेषः कः इति चेत् धातोः विभागः, आदौ धातोः विभागः अजन्तदातवः, हलन्तदातवः इति. ये हलन्तदातवः सन्ति ते तु श्नुप्रत्ययान्तम् अङ्गं यदङ्गम् अस्ति तत्र उकारात् प्राक् संयोगः भवति. धातुः हलन्तः चेत् संयोगः भवति, धातुः अजन्तः चेत् संयोगः न भवति. यत्र संयोगः न भवति तत्र एव विशेषः अस्ति. संयोगः यत्र भवति तत्र सामान्यतया हलादिपित्सु गुणः भवति, अजादिपित्सु अपि गुणः भवति, अनन्तरं सन्धिकार्यस्य अवसरः चेत् तदपि भवति. हलादि अपित्सु गुणनिषेधः, अजादि अपित्सु यत्र हलन्तदातुः अस्ति तत्र अजादि अपित्सु अचिष्णुधातु ब्रुवं युवर् यङ् वङ्गौ इति सूत्रं कार्यं करोति. यत्र अजन्तदातुः अस्ति तत्र अचिष्णुधातु ब्रुवं युवर् यङ् वङ्गौ इति सूत्रं प्रबाद्य हुष्णुवोः सर्वधातुके इति यणादेशः भवति अजन्तदातुः चेत्. अपि च तत्र इतोपि भेदाः सन्ति. यत्र हि इति प्रत्ययः भवति, हि इति लोटि प्रथम मध्यमपुरुषे एकवचने हि इति प्रत्ययस्य तत्र लोपः भवति. अजन्तदातुः चेत् हि प्रत्ययस्य लोपः भवति. अनन्तरं वकारादिप्रत्ययः मकारादिप्रत्ययः अस्ति चेत् श्नुप्रत्ययान्तस्य यः उकारः तस्य विकल्पेन लोपः भवति इति तत्र त्रिषु स्थलेषु भेदः भवति, अजन्तधातोः अपि च हलन्तधातोः. इदानीं तत्र प्रथमः भेदः तत्र उष्णो सर्वधातुके इति अस्माभिः पूर्वं पठितम्. अनन्तरं द्वितीयभेदः लोटि हि प्रत्ययस्य लोपः भवति इति उक्तं. तदर्थं सूत्रमस्ति उतश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रं. वंशी भगिनी पठति वा? आं भगिनी पठिष्यामि. द्वितीयभेदात् आरभ्य पठनीयं वा नो चेत् सूत्रमेव पठामि वा? द्वितीयभेदात् आरभ्य पठतु. अस्तु, द्वितीयभेदः परस्मैपदे लोटि मध्यमपुरुष एकवचने सेहेर्यपिच्च इत्यनेन सी स्थाने हि आदेशः. तदा सामान्यनियमः एवं यत् अङ्गम् अदन्तं चेत् अतो हे हे इत्यनेन हि लोपः. वद योगः हि वद अङ्गं, वद इति भवति, अङ्गम् अनदन्तं चेत् हि लोपः न. उदाहरणं शक्नु योगः हि शक्नुहि. परन्तु उकारान्त अङ्गं चेत् अपि च अन्त्यः उकारः असंयोगपूर्वः चेत् तर्हि तत्र अङ्गम् अनदन्तं सत्यपि हि लोपः भवति. सारांशत्वेन हलन्तधातुभ्यः हि तिष्ठति यदा सामान्यम्, अपवादेन अजन्तधातुभ्यः हि लोपः. चिनुयोगः हि चिनु. अस्तु, तत्र प्रथमभेदः वयं दृष्टवन्तः हुष्णोः सार्वधातुके इति सूत्रेण. तत्र द्वितीयभेदः कुत्र भवति इत्युक्ते मध्यमपुरुष एकवचने. तत्र तु सामान्यसूत्रमस्ति सेहर्यपिच्छ इति सूत्रेण सी स्थाने हि आदेशः भवति. कदा भवति इत्युक्ते अदन्त अङ्कम् अस्ति, न क्षम्यतां, सी योगे हि आदेशः भवति. तस्मात् अनन्तरं यदि अङ्गम् अदन्तम् अस्ति तर्हि अतोहेः इत्यनेन तत्र हि इत्यस्य लोपः भवति. यदा उदाहरणे वद योगः हि इत्यस्मिन् उदाहरणे हि लोप अदन्तम् अङ्गम् अस्ति इति कारणात् हि लोपः भवति इति कारणात् वद इति भवति. यदि तत्र अङ्गम् अदन्तं नास्ति, उदाहरणे तत्र तु शक्नु योगः हि इति अस्ति, तत्र तु अदन्तमङ्गं नास्ति, उकारान्त अङ्गम् अस्ति इति कारणात् तत्र हि इत्यस्य लोपः न भवति, शक्नुहि एव तिष्ठति. परन्तु तत्र उकारान्तम् अङ्गम् अपि च अन्त्य उकारः असंयोगः अस्ति चेत् अस्तु तर्हि अत्र भेदः कुत्र अस्ति इत्युक्ते उकारान्तम् अङ्गमस्ति अस्मिन् स्वादिगणे अपि च अन्त्य उकारः असंयोगः संयोगः नास्ति तर्हि अङ्गम् अनदन्तं सत्यपि तत्र हा स्वादिगणे किं भेदः कः भेदः अस्ति इत्युक्ते उकारान्तम् अङ्गमस्ति अपि च तत्र अन्त्य उकारः असंयोगपूर्वकः अस्ति तथापि तत्र हि इत्यस्य लोपः भवति अतः तत्र किं निगमनं कर्तुं शक्नुमः इत्युक्ते हलन्तधातुभ्यः हि तिष्ठति यतोहि तत्र हलन्तधातुः तु तत्र अदन्तं नास्ति इति कारणात् हि तिष्ठति परन्तु अजन्तधातुभ्यः स तत्र अजन्तधातुः तु उकारः एव भवति यतोहि शक्नु इति विकरणप्रत्ययः मध्ये आगच्छति इति कारणात् तत्र सर्वदा तत्र अजन्तधातु एव भवति इति कारणात् तत्र अजन्तधातु यदा अस्ति तत्रापि हि लोपः भवति पूर्वस्मिन् उदाहरण यत् अस्ति तत् प्रबाध्य वक्तुं शक्नुमः तत्र वद तत्र अदन्तधातूनां यदि तत्रैव हि लोपः भवति परन्तु स्वादिगणे अजन्तधातूनाम् अपि तत्र हि लोपः भवति इति द्वितीयभेदः अस्ति समीचीनं समीचीनं भगिनी अग्रे सूत्रमपि पठतु अस्तु उतश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रमस्ति षष्ठमाध्याये चतुर्थपादे षडाधिक षट् अधिक एकशततमं षडधिक एकशतमं सूत्रमस्ति प्रत्यय अवयव उकारात् प्राक् संयोगः नास्ति चेत् परस्य हि प्रत्ययस्य लुक् लोपः भवति न विद्यते पूर्वः संयोगः यस्मात् सः असंयोगपूर्वः बहुव्रीहिः तस्मात् असंयोगपूर्वात् उतः पञ्चम्यन्तं च अव्ययपदं प्रत्ययात् पञ्चम्यन्तम् असंयोगपूर्वात् पञ्चम्यन्तम् अनेकपदमिदं सूत्रं चिनो लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अतो हेः इत्यस्मात् हेः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् असंयोगपूर्वात् उतः प्रत्ययात् अङ्गात् च हेः लुक् अस्तु सूत्रमस्ति उतश्च प्रत्ययात् असंयोगपूर्वात् प्रथमं तु पदविच्छेदं कुर्मः उतः उतः इति अस्ति तत्र च इति अस्ति प्रत्ययात् असंयोगपूर्वात् इति सूत्रमस्ति तत्र उतः इति षष्ठ्यन्तं पदमस्ति तत्र उतः इत्युक्ते उकारस्य स्थाने प्रत्ययात् असंयोगपूर्वात् इति उक्तं तत्र तु उकारात् यदि तत्र प्रत्ययात् असंयोगपूर्वात् अस्तु तत्र अनुवृत्तिसूत्रम् अस्ति असंयोगपूर्वात् उतः प्रत्ययात् अङ्गात् च हेः लुक् तत्र असंयोगपूर्वात् उतः तत्र पञ्चम्यन्तमस्ति क्षम्यतां षष्ठ्यन्तं नास्ति असंयोगपूर्वात् उतः कीदृश उतः इत्युक्ते असंयोगपूर्वात् उतः इत्युक्ते उकारः यस्य अन्ते अस्ति तस्य असंयोगपूर्वः उकारः भवेत् प्रत्ययात् अङ्गात् इत्युक्ते तत्र अन्वयः कथं भवति प्रत्ययात् अङ्गात् च हेः लुक् अस्तु अङ्गात् परे इति भवति वा भवति तत्र अङ्गात् प्रत्ययात् च हेः लुक् इत्युक्ते तत्र असंयोगपूर्वात् अस्तु अनेकपदम् श्रूयते उतः अनयोः कः सम्बन्धः तत्र तु विशेषविशेषभावः अस्ति इति कीदृशः उतः उकारः इत्युक्ते असंयोगपूर्वात् उकारः इति अस्ति तत्र तु प्रत्ययात् हा प्रत्ययात् पूर्वात् अङ्गात् इत्युक्ते तत्र तु पञ्चम्यन्तं पदमस्ति इत्युक्ते तत्र हा अस्तु अस्तु अवगतं तत्र तु अङ्गात् इत्युक्ते अङ्गात् परे हेः लुक् भवति अङ्गात् परे इत्युक्ते यः अङ्गः प्रत्यय प्रत्ययात् अङ्गात् इत्युक्ते प्रत्ययसहित अङ्गः अस्ति श्नु इत्यस्य मिलित्वा एव अङ्गं भवति, अतः तत्र प्रत्ययः प्रत्ययसहित अङ्गमिति कथं तादृश अर्थः लब्धः? तादृश अर्थः कथं लब्धः इति चेत् तत्र तु उकारः इति अस्ति श्नु प्रत्ययात्, तस्मात् एव उकारात् अङ्गं भवति न भगिनि? तत्र तु तत्तु वास्तविकं कथमस्ति तदाधारीकृत्य भवती वदति, समीचीनं, परन्तु अत्र आरम्भिकसूत्रे कथं तादृश अन्वयः लभ्यते इति एकवारं वदतु. प्रत्ययात् अङ्गात् प्रत्ययः इति भिन्नम् अस्ति, अङ्गमिति भिन्नम् अस्ति खलु? तत्र तु अवयव अवयवी सम्बन्धः अस्ति इति भाति. तत्र अङ्गात् प्रत्ययः अङ्गस्य भागः भवति किल, तत्र तु अतः अवयव अवयवसम्बन्धः अस्ति इति कारणात् तत्र प्रत्ययः कथं जानीमः? कथं जानीमः? तत्र कथं जानीमः इत्युक्ते कथं किं वदामि भगिनि? केनचित् वक्तुं शक्यते. प्रत्ययग्रहणे प्रत्ययग्रहणे कथं सङ्ग्रह्याः इत्यनेन प्रत्ययान्त अङ्गात् इति भवति. सत्यं सत्यं प्रत्ययः भगिनी भवत्याः ध्वनि सम्यक् न श्रुतं, पुनः वदति वा कृपया? अत्र भवत्याः लैन् मध्ये एव तत्र कश्चन क्लेशः, तत्र मध्ये मध्ये किमपि एवं वा? भवत्याः गृहे पात्राणि अस्तु. तत्र तु प्रत्ययातङ्कात् अस्तु प्रत्ययग्रहणे तदन्ताः ग्राह्याः इति परिभाषया तत्र वक्तुं शक्नुमः. अतः च इत्यनेन तत्र असंयोग इदानीं प्रत्ययसङ्ग इति कथम् अन्वयः? प्रत्ययग्रहणे तदन्ताः ग्राह्याः इत्यनेन तत्र अङ्गस्य अङ्गस्य प्रत्ययग्रहणे तदन्तग्राह्य इत्युक्ते प्रत्यय अन्तः यस्य अङ्गस्य अस्ति तस्य एव ग्रहणं भवति इति वक्तुं प्रत्ययान्तात् अङ्गात् इति तत्र समीचीनं. प्रत्ययान्तात् अङ्गात् तर्हि इदानीम् उतः अपि च प्रत्ययान्तः अनयोः कः समः? उतः प्रत्ययान्त अस्तु उतः तत्र तु तत्र विशेषविशेषभावः एव अस्ति. तत्र प्रत्ययः कीदृशप्रत्ययः इत्युक्ते उकारान्तप्रत्ययः इति वक्तुं शक्नुमः. तर्हि तत्र ऊ इति प्रत्ययः इति नास्ति, परन्तु येन विधिस्तं तस्य इत्यनेन उकारान्तप्रत्ययः इति आयाति. तर्हि उकारान्तात् प्रत्ययान्तात् अङ्गात् असंयोगपूर्वात् उकारान्तात् प्रत्ययान्तात् अङ्गात् अथवा उकारप्रत्ययान्तात् अङ्गात् च हेहेलुक् हेहेलुक् हेहे तत्तु षष्ट्यन्तमस्ति, तत्र तु हेहेलुक् पश्यतु इत्युक्ते अस्माकम् अन्वयः सम्यक् नास्ति इत्युक्ते अत्र ऊः एव प्रत्ययः इति ऊ इति प्रत्ययः अस्ति, परन्तु अत्र श्नु इति प्रत्यये ऊ एव अस्ति इति नास्ति खलु? अत्र अत्र उतश्च प्रत्ययात् असंयोगपूर्वात् इति उक्तं, तत्र प्रत्ययः कः अत्र? अस्तु उतश्च प्रत्ययात् ओके उतः तपरकरणमस्ति न भगिनि? तत्र उतः इति तपरकरणमस्ति इति कृत्वा ऊ इति प्रत्ययान्तमेव भवति न उकारान्तम् इति? न न अत्र अत्र तर्हि अन्वयः कथमिति वदतु एकवारम्. हा अस्तु भगिनि तत्र उतः इति तु तपरकरणमस्ति, अतः तत्र ऊ इत्येव स्वीकरणीयः अस्ति. तत्र तु ओके अस्तु प्रथमं तु प्रत्ययात् अङ्गात् इति भवति प्रत्ययात् कीदृशप्रत्ययः इत्युक्ते उकारान्तप्रत्ययः उकारान्तप्रत्ययः इति भवति उतः इति उक्तत्वा अतः पुनः कीदृशः उतः इत्युक्ते असंयोगपूर्वात् उतः इति उकारः असंयोगपूर्वः उकारः इति वक्तुं शक्नुमः प्रत्ययस्य विशेषणमस्ति उकारः उकारस्य विशेषणमस्ति असंयोगपूर्वः इति उकारस्य विशेषणमस्ति तत्र समीचीनं तत्र क्लेशः नास्ति अग्रे तत्र क्लेशः नास्ति उकारः उकारः असंयोगपूर्वानयोः विशेषणस्य भावः अस्ति तत्र क्लेशः नास्ति इदानीम् उकारः प्रत्ययात् अङ्गात् तत्र अन्वयः कथमिति वदति अस्तु तत्र तु प्रत्ययात् अङ्गात् तु तत्र तु ओके ओके अत्र तु प्रत्ययात् अङ्गात् तु तत्र कीदृशप्रत्ययः इति उकारान्तप्रत्ययः इति वक्तुं शक्नुमः तस्मात् प्रत्ययात् अङ्गात् इति अवयव अवयविभावः एव भासते मह्यं प्रत्ययात् अङ्गात् इति अवयव अवयविभावः इति वा आम् आम् तर्हि तत्र किं तत्र अवयव अवयविभावः इति विभक्तिः अभवत् पञ्चमी एव समानाधिकरणमस्ति न तत्र तु प्रत्यया सङ्गसमानाधिकरणं तद् अवयव अवयविभावः कथम् ओके अस्तु समीचीनं तद्दोषः अस्ति मम दोषः अस्तु अस्तु तर्हि कथं वक्तुं वदामः तत्र तु प्रत्ययात् अङ्गात् निवदनेन उकारान्तात् प्रत्ययात् इति उकारान्तात् प्रत्ययात् इदानीम् अङ्गस्य अत्र असंयोगपूर्वः उकारः तादृशः उकारान्तात् प्रत्ययात् परस्य हि इत्यस्य लुक् भवति तावदेव न लब्धम् अङ्गमपि अपेक्षितम् अङ्गविशेष्यं सूत्रे तु अङ्गात् इति किमपि नास्ति खलु न न अङ्गात् इति अधिकारः अस्ति तस्य अनुवृत्तिः भवति खलु अङ्गाधिकारे अस्ति खलु इदं सूत्रम् तर्हि अङ्गात् हेः लुक् इति तस्य तत्र अन्वयः भवति वा अङ्गात् हेः लुक् इति वक्तुं शक्नुमः इति तु समीचीनम् अङ्गात् हेः लुक् इति समीचीनं तर्हि इदानीम् अङ्गस्य कश्चन भागः अस्ति प्रत्ययः अङ्गस्य कश्चन भागः अस्ति उकारः खलु आं सत्यं सत्यं अथवा तत्र प्रत्ययः एव अङ्गमस्ति वा अङ्गस्य अन्ते ऊ इति प्रत्ययः अस्ति असंयोगपूर्व ऊ अत्र प्रत्यय अङ्गः समानं खलु ऊ इति न न प्रत्यय अङ्गसमानम् इति न प्रत्ययः एव अङ्गं वा ऊ इति प्रत्ययः अङ्गं वा सोरि न मनसि प्रातिपदिकम् इति आसीत् यस्य अङ्गस्य अन्ते यस्य अङ्गस्य अन्ते असंयोगपूर्व ऊ इति प्रत्ययान्तं भवति तत्र प्रत्ययः अङ्गस्य अवयवः अस्ति अतः अङ्गस्य अन्ते इदानीं चिनु इति योगः हि इति उदाहरणं स्वीकृत्य वदतु कथमस्ति अन्वयः चिनुयोगः हि अत्र चिनु इति अङ्गं चिनु इति अङ्गस्य अन्ते उकारः असंयोगपूर्वः भवतु तादृशः उकारः यस्य तादृशः उकारः कुतः आगतं तत्तु प्रत्ययात् एव आगतम् अतः तादृशः असंयोगपूर्वः उकारः यस्य प्रत्ययस्य प्रत्यये भवति तत् प्रत्यय प्रत्ययात् अङ्गात् पुनः वदतु, पुनः वदतु, तत्र असंयोगपूर्वात् उतः अत्र क्लेशः नास्ति, असंयोगपूर्वात् इति विशेषणमस्ति, उतः इति विशेषमस्ति, इदानीम् उतः प्रत्ययात् इति अत्र कथम् अन्वयः? उतः प्रत्ययात् इति अनयोः विशेषणविशेषभावः अस्ति वा इति चेत्, विशेषणविशेषभाव अस्ति चेत् तत्र तत्र कथम् अन्वयः? प्रत्ययस्य उकारः अस्ति, तादृशः उकारः यस्य पूर्वः असंयोगः अस्ति, अतः असंयोग पूर्वात् उतः प्रत्ययस्य भगिनी वाक्यरूपेण मा वदतु, वाक्यरूपेण वयं सर्वे अवगच्छामः किम् अस्ति इति वयम् अवगच्छामः, इदानीम् अनुवृत्ति पदानि सन्ति तानि स्वीकृत्य विशेषणविशेषभावः कथम् अस्ति, अन्वयः कथं भवति इति एकेन वाक्येन वदतु. ओके, उतः असंयोगपूर्वात् इति विशेषणविशेषभावः अस्ति, पुनः तत्र उतः इति विशेष्यम्, असंयोगपूर्वात् इति विशेषणम्, अत्र प्रत्ययात् इत्यस्य प्रत्ययात् इति एव विशेष्यम्, उतः इति विशेषणम्. तर्हि उ इति प्रत्ययः इत्यर्थः वा? उ इति प्रत्ययः यस्य असंयोगपूर्वः अस्ति तादृश, परन्तु उ इति प्रत्ययः नास्ति खलु, अन्ते अन्ते भवतु इति अस्ति, सत्यं सत्यं, प्रत्ययस्य अपि अन्ते उकारः भवतु. हा, इति तत्र उकारः येन विधिसदन्तस्य इत्यनेन उकारान्तप्रत्ययस्य इति भवेत् खलु, उकारान्तप्रत्ययस्य असंयोगपूर्वः यः उकारः तदन्तात् प्रत्ययात् परस्य हि इति प्रत्ययस्य लुक् भवतु. हा, इति समीचीनं, परन्तु इदानीम् अङ्गात् इत्यस्य अन्वयः कथं भवति? हा, अङ्गात् इत्यस्य तदन्तात् प्रत्ययात् अङ्गस्य परस्य हि प्रत्ययस्य लुक् भवतु. इत्युक्ते अङ्गस्य इति षष्ठी अस्ति चेत् सम्यक् भवति खलु, अङ्गस्य अङ्गस्य पूर्वः यः उकारः तदन्तात् प्रत्ययात् अङ्गस्य परस्य हि प्रत्ययस्य लुक् भवतु इति सूत्रस्य अर्थः. अङ्गस्य अङ्गस्य असंयोगपूर्वः असंयोगपूर्व उकारान्त उकारान्तात् प्रत्ययात् हि लुक् परस्य हि अङ्गस्य, सत्यं भगिनि, अङ्गस्य इत्यनेन तत्र बोधः सम्यक् भवति, अङ्गात् इत्यनेन क्लेशः भवति इति चिन्तयामि. आम्, तदेव इदानीम् उक्तं खलु, अङ्गात् इति अस्ति चेत् अत्र सम्यक्तया तत्र तत्र कथं लिखितं, प्रत्ययवः अवयव उकारात् प्राक् संयोगः नास्ति चेत् अत्र प्रत्यय अवयवः इति उक्तम्, इत्युक्ते तत्र उकारः अपि च प्रत्ययः अनयोः अवयव अवयवीभावसम्बन्धः इति तत्र उक्तम्, इत्युक्ते प्रत्ययस्य उकारः इति उक्तम्, अङ्गस्य प्रत्ययस्य न, अङ्गस्य प्रत्ययस्य इति कथं भवति, अङ्गस्य प्रत्ययस्य अङ्गस्य प्रत्ययः इति कथं तत्र षष्ठी भवितुमर्हति, अङ्गस्य प्रत्ययः इति तत्र भवति, यदि अङ्गस्य प्रत्ययः पुनः क्लेशः भवति, अङ्गस्य प्रत्ययः इत्यपि न वक्तुं शक्यते, अङ्गस्य प्रत्ययः इत्यपि वक्तुं न शक्यते, उकारः इति प्रत्ययस्य विशेषणम् अस्ति, तर्हि उकारान्तप्रत्ययः इदानीं प्रत्ययान्तात् अङ्गात् उकारान्तप्रत्ययान्तात् अङ्गात् हे लुक् इति तथा भवेत्, इदानीं समीचीनमस्ति खलु, इत्युक्ते तत्र प्रथमतया असंयोगपूर्वात् उकारान्तात् प्रत्ययान्तात् अङ्गात् च हे लुक् खलु तर्हि कुतः प्रत्ययः इत्यनेन प्रत्ययग्रहणे तदन्तग्राह्यः इत्यनेन प्रत्ययान्तात् अङ्गात् इति भवति उकारान्तात् प्रत्ययान्तात् अङ्गात् च हेः लोक् असंयोगपूर्वात् इत्यपि भवेत् अस्तु समीचीनं तर्हि तत्र सूर्यकुमारी भगिनी किम् अवगतम् एकवारं वदतु प्रथमम् अङ्गमस्ति कीदृश अङ्गम् इत्युक्ते प्रत्ययान्त अङ्गम् अङ्गमस्ति उकारान्तप्रत्ययान्त अङ्गम् अङ्गं विशेषं भवति पूर्व उकारान्तप्रत्ययान्तविशेषणं भवति अपि कीदृशः प्रत्ययान्तात् इत्युक्ते उकारान् असंयोगपूर्व उकारान्त अङ्गम् इति अस्ति असंयोगपूर्वात् उकारान्तात् प्रत्ययान्तात् अङ्गात् च हेः लुक् इत्युक्ते तादृश अङ्गं यत्र प्रत्ययः अन्ते वर्तते तत्र प्रत्ययः उकारान्तः अपि भवेत् अपि च तत्र उकारः असंयोगपूर्वः भवेत् तदानीं हेः लुक् इति भवति अस्तु समीचीनं तर्हि अस्तु अग्रे अपि पठतु किञ्चित् तृतीयभेदः भगिनि तृतीयभेदः तृतीयभेदः हलादपि किमपि कार्यं नास्ति इति सामान्यनियमः हलन्तधातूनां कृते अस्य नियमस्य पालनं सर्वत्र अजन्तधातूनां कृते हलाद्यपित्सु अपि प्रत्ययः मकारादिः वकारादि चेत् विकल्पेन अङ्गान्तस्य उकारस्य लोपो भवति अस्ति चिनुयोगः वः विकल्पेन चिन्वः भवति अथवा चिनुवः अपि भवति तत्र अपि पूर्वः उकारः अस्ति चेदेव तदर्थम् अजन्तधातु अस्ति हलादपि तु कार्यं नास्ति वर्णमेलनमेव अजन्तधातूनां कृते हलादपि तु प्रत्ययं उत्तमपुरुषद्विवचनं बहुवचनं मकारादि उकारादि चेत् विकल्पेन अङ्गान्तस्य उकारस्य लोपो भवति असंयोग न श्रूयते पूर्व प्रत्यय मकार वकार अस्ति चेत् तदर्थं हलन्त हलादपि प्रत्ययः अस्ति चेत् उकारस्य लोपः विकल्पेन भवति समीचीनं समीचीनं भगिनि धन्यवादः मध्ये मध्ये भग्नः आसीत् भवत्याः ध्वनिः अहम् इन्द्रियमेव न जाने किम् अस्तु अस्तु तर्हि विजयलक्ष्मी भगिनी सूत्रं पठतु लोपश्चास्य अन्यतरस्यां मोहो मोहो मोहो इति लोपश्चास्यान्यतरस्यां मोहो सप्ताधिक एकशततमं सूत्रं षष्ठमाध्याये चतुर्थपदे असंयोगपूर्वस्य प्रत्ययावयव उकारस्य विकल्पेन लोपो भवति वकारमकारादौ प्रत्यये परे येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गम् यस्य अन्ते उकारः अस्ति अलोन्त्यस्य इत्यनेन अङ्गान्ते उकारस्य लोपः न तु पूर्णाङ्गस्य सत्यम् अस्य इत्यनेन पूर्वतनसूत्रे स्थितस्य असंयोगपूर्वस्य प्रत्ययस्य उदः इत्यस्य उल्लेखः म च व च तयोर् इतरेतरद्वन्द्वः मौ तयोः मोः लोपः प्रथमान्तं च अव्ययपदम् अन्यतरस्यां सप्तम्यन्तं मोः सप्तम्यन्तम् अनेकपदम् इदं सूत्रम् उतश्च प्रत्ययात् असंयोगपूर्वात् इत्यस्य पूर्णतया अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्य असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च मोः अन्यतरस्याम् सारांशः एवं यत् अङ्गम् उकारान्तम् अस्ति चेत् अपि च उकारात् प्राक् संयोगः नास्ति चेत् अपि च मकारादिः वकारादिः च प्रत्ययः परो अस्ति चेत् परः अस्ति चेत् तर्हि उकारस्य लोपः भवति विकल्पेन अस्तु लोपः च अस्य अन्यतरस्यां मोः इति लोपः च अस्य अन्यतरस्यां मोः पञ्चपदानि सन्ति सूत्रे अत्र असंयोगपूर्वस्य प्रत्ययस्य उतः इति पूर्वस्मिन् सूत्रे यद् आसीत् तस्य उल्लेखः अस्ति अस्य इत्यनेन सूत्रे अस्य इति अस्ति अस्य इत्यस्य अर्थः असंयोगपूर्वस्य प्रत्ययस्य उतः इति लोपः इति प्रथमपदं लोपः प्रथमान्तं च इति अव्ययपदम् अस्य इति असंयोगपूर्वस्य प्रत्ययस्य उतः इति अर्थः तत् तस्य षष्ट्यन्तं तत् अन्यतरस्याम् इति किम् अन्यतरस्यां सप्तम्यन्तम् अन्यतरस्याम् आम् सप्तम्यन्तम् अपि च मोः इति मकार म च व च तयोर् इतरेतरद्वन्द्वः मौ इति भवति तयोः मोः इत्यपि सप्तम्यन्तम् अन्यतरस्यां मोः द्वयोः अपि सप्तम्यन्तम् पदं पदद्वयमपि सप्तम्यन्तम् अत्र अङ्गस्य अधिकारः वर्तते अतः अपि च येन विधिस्तदन्तस्य इत्यनेन उकारः यदस्ति तद् अन्ते प्रत्ययान्ते इत्यनेन अङ्गस्य अन्ते उकारः भवतु इति अर्थः लभ्यते अपि च अलोन्त्यस्य इत्यनेन उकारः अङ्गस्य अन्ते भवतु उकारः सम्पूर्ण अङ्गं नास्ति इति अर्थः लभ्यते अनुवृत्तिसहितसूत्रमस्ति अस्य इत्यस्य अर्थः भवति असंयोगपूर्वस्य प्रत्ययस्य उतः इति अर्थः भवति अतः अस्य असंयोगपूर्वस्य प्रत्ययस्य उकारात् उतः अङ्गस्य लोपः कदा लोपः भवति मकारादौ यस्य प्रत्ययस्य भवति तथा वकारादौ यस्य प्रत्ययस्य भवति तादृशः प्रत्ययः परे भवति चेत् विकल्पेन लोपः भवति. कस्य लोपः भवति? उकारस्य लोपः भवति इति अर्थः लभ्यते. अन्यतरस्याम् इति किमर्थं केवलं मकार वकार इति द्वौ सन्ति इति द्वौ स्तः इति अन्यतरस्याम् इति खलु भगिनी? किं किम् अन्यतरस्याम् इत्यस्य अर्थः अत्र विकल्पेन इति भवति, परन्तु केवलम् आप्शन् द्वयमेव अस्ति इति कृत्वा अन्यतरस्याम् इति दत्तमस्ति खलु. किमर्थम् आप्शन् द्वयम् अपि च अन्यतरस्य अनयोः कः सम्बन्धः? अन्यस्मिन् एकत्रापि अन्यतरस्याम् इति यथा उपयोगः कृतवान् आसीत् महर्षिणा, तत्रापि केवलम् आप्शन् द्वयमेव आसीत्. विकल्पेन इति अर्थः खलु अन्यतरस्याम् इत्युक्ते विकल्पेन इति वदति. विकल्पेन लोपः अत्र कार्यं किम् अस्ति? यत् कार्यम् उक्तं तत् कार्यं विकल्पेन भवति इत्यर्थः. अत्र लोपः, उकारस्य लोपः इति यः लोपः उक्तः सः विकल्पेन भवति इत्यर्थः. अस्तु, न तु तत्र मोहो इति द्विवचने अस्ति इति कृत्वा तेन सह न कोऽपि सम्बन्धः. न, यदा मकारः वा भवतु वकारः वा भवतु इति यदा सिचुवेशन् अस्ति तदा एव अन्यतरस्याम् इति उपयोगः करोति. एकवारं वकारः वा इति न, मकारः इत्युक्ते मकारः अपि भवितुमर्हति वकारः अपि भवितुमर्हति. अतः मकारः वा वकारः वा इति अन्वयः नास्ति अन्यतरस्याम् इत्यत्र. अन्यतरस्याम् इत्यनेन अत्र कार्यं विकल्पेन भवति इत्येव अस्ति खलु. अत्र प्रथमवाक्यं पठतु. असंयोगपूर्वस्य किमस्ति प्रथमवाक्यम्? असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः. न न, अत्र अत्र न अनुवृत्तिसहितसूत्रे नास्ति. अस्मिन् परिच्छेदे यत् प्रथमं वाक्यमस्ति तत् पठतु. अस्मिन् असंयोगपूर्वस्य प्रत्ययावयव उकारस्य विकल्पेन लोपो भवति वकारमकारादौ प्रत्यये परे. हा, इति तत्र विकल्पेन उकारस्य लोपः एव भवति. विकल्पेन वकारः मकारः भवति इति नास्ति अन्वयः अत्र. अस्तु अस्तु. इत्युक्ते रामः रामकृष्णौ गच्छतः इत्युक्ते कः अर्थः? रामः च कृष्णः च कृष्णश्च गच्छतः इति इत्युक्ते तत्र द्वयमपि गच्छति इत्यर्थः खलु. अत्र अत्रापि तथैव अर्थः. मोः इति द्विवचने अस्ति इति कृत्वा यस्य प्रसङ्गः अस्ति तस्मिन् प्रसङ्गे उकारस्य लोपः विकल्पेन भवति इत्यर्थः. अत्र सूत्रे परन्तु लाघवं नास्ति. विकल्पेन इति उपयोगः करोति चेदेव लाघवं. हा, विकल्पेन इति पदस्य प्रयोगेन लाघवम् इति तत्तु अस्ति, परन्तु इदं सूत्रं पाणिनिना एव रचितं वा? तत्र पूर्वमेव पूर्ववैयाकरणैः एतादृशं पूर्वमेव वैयाकरणैः रचितम् आसीत् वा इति अपि प्रश्नः जायते. यतोहि अन्यतरस्याम् इति पदस्य प्रयोगः यदा भवति तत् इत्युक्ते सर्वत्र विकल्पेन इत्येव न वदति खलु. कुत्रचित् विभाषा इति अपि वदति, कुत्रचित् अन्यतरस्याम् इति अपि वदति. अन्यतरस्याम् इति अव्ययम् अस्ति खलु. अन्यतरस्याम् इति सप्तविभक्तौ अन्यतरस्याम् इति अव्ययम् अस्ति. अतः अव्ययप्रयोगः कृतः अस्ति, अव्ययप्रयोगः कृतः अस्ति. अतः नास्ति क्लेशः. लाघवम् इत्युक्ते सर्वत्र विकल्पेन इत्येव न वदति. कुत्रचित् विकल्पेन, कुत्रचित् अन्यतरस्यां विभाषा. तत्र नियमः कः इति न जाने. कुत्र विभाषा इति प्रयोगः, कुत्र इति तत्र स्वतन्त्र इच्छा इति कृत्वा तस्य यथा इच्छा तथा कृतम्. भगिनी क्षमता, तत्र अस्य इति शब्दः पुनः किमर्थम् उक्तम् अनुवृत्तिसहितसूत्रं? यतोहि अस्य इत्यनेन असंयोगपूर्वस्य प्रत्ययस्य उतः स्पष्टीकरणार्थम् इति उक्तम् अत्र. अस्य इत्युक्ते अस्य इत्यस्य स्थापयित्वा असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः इति तथा पुनः उक्तमिति अस्तु सूत्रार्थः स्पष्टः अस्ति वा भगिनी अन्यतरस्याम् इति अत्र केवलम् आप्शन् द्वयम् अस्ति इति चिन्वः अथवा चिनुवः इति ऐदर् चिन्वः आर् चिनुवः तत्र अन्यतरस्याम् इति अन्यतरस्याम् इत्युक्ते विकल्पेन इति एव अर्थः हा विकल्पः केवलं द्वयमेव अस्ति इति यदा भवति तदा एव अन्यतरस्याम् इत्यस्य उपयोगः करोति अन्यतरस्यां विकल्पः विभाषा इति एतेषां सर्वेषां समानः अर्थः अर्थः तु समानमेव अर्थं तु समानमेव परन्तु अन्यतरस्याम् इत्यस्य प्रयोजनं कदा करोति यदा विकल्पः केवलं द्वयमेव भवति तदा सर्वत्र विकल्पद्वयमेव अस्ति खलु विकल्पः इति यदा वदति तत्र सर्वत्र द्वयमेव अस्ति खलु कुत्र त्रयम् अस्ति भवति भगिनि अहम् इदानीं मनसि न आयाति विकल्पेन इति वदति चेत् रूपत्रयमपि भवितुमर्हति इति वदति वा कुत्र तत्र नूतनसमाचारः अस्ति मम कृते अहं ज्ञातुम् इच्छामि वदतु कुत्र इति अनन्तरं दृष्ट्वा वदतु इदानीं तत्र कुतूहलता जाता कुत्र अस्ति विकल्पत्रयं रूपत्रयम् अस्तु अस्तु तर्हि तत्र इदानीं तत्र पदानाम् एकवारं पुनः वदतु तत्र अन्वय केवलं पदानां यथा मया तत्र उक्तमस्ति आसीत् तथैव अत्र वदतु किम् अन्तः किं कथम् अन्वयः असंयोगपूर्वस्य प्रत्ययस्य उतः तत्र कीदृशः उतः प्रत्ययान्त उतः पुनः कीदृशः उतः असंयोगपूर्वः उतः एतादृशप्रत्ययान्तस्य प्रत्ययान्तस्य अङ्गस्य उकारस्य लोपः भवति मोः परे भवति चेत् इत्युक्ते अस्य असंयोगपूर्वस्य उकारान्तस्य प्रत्ययान्तस्य अङ्गस्य लोपः च मोः अन्यतरस्याम् इति खलु अङ्गस्य लोपः इति वदति चेत् तत्र अङ्गस्य साक्षात् लोपः नास्ति येन विधि सदन्तस्य इत्यनेन अन्तिमवर्णस्य लोपः अन्तिमवर्णस्य लोपः अस्तु अस्तु समीचीनम् अस्तु तर्हि अग्रे गच्छामः अत्र भगिनि तत्र पूर्वस्मिन् सूत्रे तु पञ्चम्यन्तं पदमस्ति परन्तु अत्र तु षष्ट्यन्तं पदमस्ति अत्र षष्ट्यन्तं पदं किमर्थम् अस्ति इति चेत् तदेव स्थानि खलु स्थानसूचनार्थं षष्ट्यन्तं पदमस्ति अस्तु तर्हि इदानीम् अग्रे मीनाभगिनी अग्रे पठतु सारांशः एवं यत् अङ्गम् उकारान्तम् अस्ति चेत् प्रथमनिमित्तम् अपि च उकारात् प्राक् संयोगः नास्ति चेत् द्वितीयनिमित्तम् अपि च मकारादिः वकारादिः च प्रत्ययः परो अस्ति चेत् तर्हि उकारस्य लोपः भवति विकल्पेन तादृशमेव लोपश्च अन्यतरस्यामिति मोः इति सूत्रं वदति तत्र त्रीणि निमित्तानि सन्ति तत्र यत्र अङ्गम् उकारान्तं भवेत् तदनन्तरं तादृश उकारात् प्राक् संयोगः मास्तु अपि च किं प्रत्यये परे मकारादि अथवा वकारादि प्रत्यये परे उकारस्य तादृश उकारान्तङ्गस्य उकारस्य अन्तिम उकारस्य लोपः भवति विकल्पेन भवति अग्रे पठामि वा आमाम् अवश्यं चतुर्णां च सार्वधातुकलकाराणां तिङन्तरूपाणि सर्वप्रथमं धातुः अजन्तो वा हलन्तो वा इति जानातु तदा सर्वत्र अस्माकं चिन्तनक्रमः एवं प्रथमं तिङ्प्रत्ययः पित्वा अपित्वा द्वितीयं तिङ्प्रत्ययः अजादि वा हलादि वा तत्र प्रथमं किं चिन्तनीयमस्ति धातु अजन्तं वा अथवा हलन्तं वा तदनन्तरं अजन्तं वा हलन्तं वा तिङ्प्रत्ययः आगच्छति तत्र तिङ्प्रत्ययः पित्वा अपित्वा इति चिन्तनीयं तदनन्तरं पित्वा अपित्वा तिङ्प्रत्ययः अजादि वा हलादि वा अजादि तिङ् अजादिप्रत्यय वा अथ हलादि हलादिप्रत्यय वा धातु अन्तम् अजन्तं हलन्तं प्रत्यय तु आदौ अज् वा हल् वा अस्ति इति चिन्तनीयं तत्र तिङन्तप्र तिङ्प्रत्ययः पित् अपि प्रथमं धातुः अजन्तं हलन्तं तदनन्तरं तिङ्प्रत्ययः अस्ति पित्वा अपित्वा तदनन्तरं पित् अजादि अजादि पित्वा हलादि पित्वा हजादि अपित्वा हलादि अपित्वा इति चतुर्दश भेदाः सन्ति चत्वारः भेदाः सन्ति तावत् एव अस्ति अनयोः प्रश्नयोः उत्तरं जानीमः चेत् सर्वाणि रूपाणि जानीमः अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययानां पुरतः स्थापयित्वा अथवा ज्ञात्वा शक् चि परस्मैपदे अश् चि आत्मनेपदे इत्येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयतु तत्र तावत् इति धातु दृष्ट्वा अजन्तं वा हलन्तं वा इति दृष्ट्वा तदनन्तरं सिद्धतिङ्प्रत्ययः धातु शक् अस्ति चेत् तत्र हलन्तदातु अस्ति छी अस्ति चेत् अजन्तदातु अस्ति तत्र तिङ्प्रत्ययः योजयित्वा तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारणं कर्तव्यम् अग्रे पठामि वा समीचीनं भगिनि धन्यवादः इदानीं किञ्चित् अग्रे अन्य तत्र उषा भगिनी अग्रे पठतु अस्ति वा उषा भगिनी हलन्त आम् भगिनि आम् हलन्तधातुषु अत्र खलु भगिनि हलन्तधातुषु षक् धातुः शक् योगः श्नु शक् योगः नु शक्नु इति अङ्गम् अधः सर्वत्र शक्नु इत्यङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि ध्येयं यत् कार्याणि प्रवर्तनीयानि विदुद कार्याख्यने अग्रे पठामि अनन्तरं कार्याणि आमाम् अग्रे एकवारं पठतु तदनन्तरं कार्याणि ध्येयं यत् अपित्सु अपि सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति इत्यनेन गुणकार्यस्य अपित्सु अपि किमर्थं सर्वे तिङ् संज्ञकप्रत्ययाः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकः परन्तु सार्वधातुकम् अपित् इत्यनेन अपित् सार्वधातुकप्रत्ययः ङित्वत् भवन्ति तथा ङिति च इत्यनेन गुणनिषेधः शक्नु योगः सि इति स्थितौ आदेशप्रत्ययोः इत्यनेन षत्वं भवति तत् सूत्रं पठामि वा प्रथमवाक्यम् अपि च प्रथमवाक्यमपि च पठतु. अनुवृत्तिः आदेशप्रत्ययोः इति सूत्रं वयं जानीमः. इन् प्रत्याहारात् क वर्गीयात् च आदेशरूपी अथवा एकवारं सम्पूर्णतया पठतु भगिनि स्मरणार्थम्. अस्तु भगिनि, अस्तु भगिनि. आदेशप्रत्ययोः इन् प्रत्याहारात् ख वर्गीयात् च आदेशरूपी अथवा प्रत्यय अवयवः अप्पदान्तः सकारः अस्ति चेत् तस्य सकारस्य स्थाने षकार आदेशः भवति. नुम् विसर्गः ह्य प्रत्याहारस्थवर्णः च मध्ये सन्ति चेदपि कार्यं भवति. अस्य कार्यस्य नाम षत्वविधिः. इन् प्रत्याहारे इमे वर्णाः अन्तर्भूताः इ उ ऋ लृ ए ओ ऐ औ ह य व र ल इति वर्णाः. आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तम्. परं स्थाने अन्तरतमः इत्यनेन ट ट ढ ड ण श इत्येषु मूर्धन्यवर्णेषु सकारेण शकारस्य नैकट्यम् शकारस्य नैकट्यम् अतः शकारः एव आदिष्टः भवति. आदेशमिति अर्थः नैकट्यं नाम सामीप्यम्. सामीप्यम् अस्तु भगिनि. आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ तयोः आदेशप्रत्ययोः इतरेतरद्वन्द्वः. षष्ट्यन्तम् एकपदमितं सूत्रम्. षष्ट्यन्तम् एकपदमितं सूत्रम् आदेशप्रत्ययोः सः आदेशप्रत्ययः एकपदम् अस्ति खलु. हा षष्ट्यन्तम् इति एकपदम् एकपदमिदं षष्ट्यन्तम् एकपदमिदम् आदेशप्रत्ययोः ओ दट् इस् द षष्ट्यन्तम् षष्ट्यन्तम् एकपदमिदं सूत्रं सहे साढः सः इत्यस्मात् सः इत्यस्य अनुवृत्तिः. नुम् विसर्जनीय शर् व्यवाये अपि इत्यस्य पूर्ण अनुवृत्तिः. तयोर्या वा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. इन्कोः अपदान्तस्य मूर्धन्यः इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् इन्कोः आदेशप्रत्ययोः अपदान्तस्य स्तः मूर्धन्यः संहितायां नुम् विसर्जनीय शर् व्यवाये अपि इति वयं शक् इति शक् योगः हलन्तदातु. शक् योगः श्नु शक्नु शक्नु इति अङ्गं भवति. अग्रे कार्यम् अस्ति शक्नु इति अङ्गं स्वीकृत्य अपि च अपित्सु प्रत्यये अपि वयं जानीमः पित्सु प्रत्ययेषु शक्नु इति शक्नु योगः ति इति कृते सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति. अपि च सि इत्यस्य कृते अपि परन्तु अपित्सु प्रत्यये अपि कार्यं सार्वधातुक अर्धधातुकयोः इत्यस्य गुणकार्यस्य प्रसक्तिः भवति. यतोहि अपित् प्रत्ययः सार्वधातुक अपित् प्रत्ययः ङित् इति अस्ति. ङित् प्रत्ययः अस्ति चेत् वयं जानीमः किङ् इति च इत्यनेन गुणनिषेधः भवति इति कार्यस्य प्रसक्तिः भवति. बट् कार्यं निषेधः भवति. अनन्तरम् अपि च शक्नु योगः सि इति पित् प्रत्ययः गुणकार्यं भवति. अनन्तरम् आदेशप्रत्ययोः इत्यनेन षत्वं भवति. षत्वम् इति कृते आदेशप्रत्ययोः इति सूत्रं वदति. इन्कोः आदेशप्रत्ययोः इति षष्ट्यन्तम् आदेशप्रत्ययोः इन्कोः आदेशप्रत्ययोः अपदान्तस्य सः मूर्धन्यः संहितायां नुम् विसर्जनीय शर् व्यवाये अपि इति. इन् प्रत्याहारात् सवर्गीयात् च इन् प्रत्याहारात् परः सकारः अस्ति अथवा कवर्गीयात् च आदेशरूपी अथवा प्रत्यय अवयव अपदान्तसकारः अस्ति चेत् आदेशरूपी अथवा प्रत्यय अवयव अपदान्त सि इत्यस्य कृते सकारः प्रत्यय अवयव अपदान्तसकारः अस्ति चेत् तस्य सकारस्य स्थाने इन्कोः आदेशप्रत्ययोः अपदान्तस्य सह स्थाने शकार आदेशः भवति, मूर्धन्यशकारः भवति. संहितायां नुं विसर्जनीय शर् व्यवाये अपि नुम् अथवा नुम् आगम अथवा विसर्ग अथवा शर् प्रत्याहारे शर् प्रत्याहारस्थवर्णः च शर् शर् प्रत्याहारस्थवर्णः मध्ये अस्ति चेत् अपि तत् कार्यं भवति इति सूत्रं वदति. आदेशप्रत्ययोः इति सूत्रं सत्त्वविधिः इन् प्रत्याहारे वर्णाः ईरुलृ ए ओ ऐ औ ए ओ ऐ औ सयवरल अपि अस्ति. पर इण् इत्यनेन हायावरल अपि अस्ति. आदेशः तु मूर्धन्यवर्णस्य इति उक्तम्. अरं स्थाने अन्तरतमः इत्यनेन टाटा डाडा न ष इत्येषु मूर्धन्यवर्णेषु सकारेण शकारस्य नैकट्यम्, अतः शकारः एव आदिष्टः भवति. स्थाने अन्तरतमः इत्यनेन मूर्धन्यः इत्यनेन टाटा डाडा न श सर्वे वर्णाः मूर्धन्यः भवति चेत् अपि स्थाने अन्तरतमः इत्यनेन स्थाने अन्तरतमः सूटबल् वर्णं शकारः एव इति. खलु भगिनि, स्थानेन्तरतमः इत्यनेन उच्चारणसाम्य उच्चारणसाम्यकारयोः नैकट्यं सकारस्य स्थाने शकारः एव भवितुम् अर्हति. अनन्तरम् आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ आदेशप्रत्ययोः इति अस्ति इत्यनेन आदेशः अपि च प्रत्ययः आदेशरूपी सकारः अथवा प्रत्ययस्य अवयव प्रत्यय अवयवः सकारः अस्ति चेदपि इति आदेशप्रत्ययौ तयोः आदेशप्रत्ययोः इतरेतरद्वन्द्वः. षष्ट्यन्तम् एकपदमिदम् आदेशप्रत्ययोः इति षष्ट्यन्तम्. सो इन्कोः आदेशप्रत्ययोः षष्ट्यन्तम् अपदान्तस्य सह मूर्धन्यः भवति. संहितायां विषये नुं विसर्जनीय शर् व्यवाये अपि नुम् अथवा विसर्ग अथवा शर् प्रत्याहारस्थवर्णः अस्ति चेत् अपि कार्यं भवति इति. समीचीनं तर्हि समीचीनम् इत्युक्ते तत्र सर्वेषाम् इदं सूत्रं परिचितं वा नूतनं वा, कस्यचित् कृते नूतनमस्ति वा? परिचितं खलु, सर्वेषां परिचितं. तर्हि अत्र इन्कोः इति निमित्तमस्ति, इन् प्रत्याहारस्थवर्णः भवेत् अथवा कवर्गीयवर्णः भवेत्, तदनन्तरं प्रत्ययस्य अवयवरूपेण यः सकारः सकारः पदान्ते न भवेत्, अपदान्ते भवेत्. प्रत्ययस्य अवयवरूपेण यः सकारः अथवा आदेशरूपेण यः सकारः, आदेशरूपेण इत्युक्ते केनचित् इत्युक्ते कस्यचित् वर्णस्य स्थाने तत्र सकारः आदिष्टः अस्ति, यथा तत्र सामान्यतया धात्वादेः शः सः इत्यनेन शकारस्य स्थाने सकारः आदिष्टः भवति खलु. स्था इति धातो, सा इति सकारः इति आदिष्टः भवति. तादृश आदेशरूपेण यः सकारः आगतः तस्य मूर्धन्यसकार आदेशः भवति अनेन सूत्रेण यदा निमित्तं वर्तते. अपि च मध्ये नुम् तत्र नुम् भवितुमर्हति, विसर्गः भवितुमर्हति, अथवा शर् प्रत्याहारस्थः वर्णः इन्कोः इति निमित्तम् अनन्तरं प्रत्यय अवयवरूपी सकारः अथवा आदेशरूपी सकारः अनयोः मध्ये व्यवधानं नुम् इत्यनेन व्यवधानं, विसर्गः इत्यनेन व्यवधानं, शर् इत्यनेन व्यवधानम् अस्ति चेदपि कार्यं भवति इति सूत्रार्थः. अस्य सूत्रस्य कार्यं बहुत्र भवति, अतः अत्र निमित्तानि कानि इति मनसि भवन्ति चेत् सौलभ्यम् अस्माकम्. अस्तु भगिनि, तत्र धातु आदेशे विषयं नास्ति खलु? किं प्रत्यये एव खलु? न प्रत्यये एव इति न, आदेशरूपी सकारः इत्युक्ते तत्र आदिष्टः अस्ति, सकारः आदिष्टः अस्ति, कस्यचित् वर्णस्य स्थाने सकारः आदिष्टः अस्ति, तस्मात् पूर्वम् इन् प्रत्याहारस्थः वर्णः अस्ति चेत् तादृश आदेशरूपी सकारस्य अपि षत्वं भवति. इदानीं ष्टिग् इति धातुः अस्ति, ष्टिग् तत्र धात्वादेः शः सः इति सूत्रेण स्तिग् इति भवति, स्तिग्. इदानीं स्तिग् धातुतः यङ् लुगन्तरूपं वयं साधयामः चेत् अत्र ते स्तिग् इति भवति, तत्र द्वित्वं सर्वं कृत्वा अभ्यासकार्यं कृत्वा ते स्तिग् इति भवति. इदानीं ते इत्यत्र यः एकारः सः इन् प्रत्याहारस्थः वर्णः, अपि च सकारः स्तिग् इत्यत्र यः सकारः सः आदेशरूपसकारः, आदेशरूपीसकारः इति कृत्वा तत्र शत्वं भवति. तेष्टिग् इति धातुः अस्ति, यङ् लुगन्तधातुः, तेष्टिग्. धन्यवादः. इति तत्र आदेशरूपीसकारः भवितुम् अर्हति, अथवा प्रत्ययस्य अवयवरूपीसकारः अपि भवितुम् अर्हति. सर्वत्रापि अपदान्ते वा? सर्वत्र अपदान्ते, अपदान्ते भवेत्. तेष्टिग् इति धातोः अपि सकारः पदान्ते नास्ति. अस्तु, धन्यवादः. अस्तु, तर्हि इदानीं भगिनि तत्र टङ्कनदोषः अस्ति. कुत्र? चतुर्णाम् इत्यत्र. कुत्र अस्ति चतुर्णां? चतुर्णां सार्वधातुकलकाराणां तिङन्तरूपाणि. चतुर्णां कुत्र अहं न पश्यामि. हलन्तधातुषु तस्य उपरि परिच्छेदे स्थूलाक्षरेण लिखितमस्ति. ओ, चतुर्णामिति अस्ति. चतुर्णामिति अस्ति, तत्र मया न दृश्यते चतुर्णामिति. हलन्तधातुषु शक् धातुः तस्मात् पूर्वं वा? न, लोपस्य अन्यतरस्यां मोः इत्यस्य अनन्तरम्, इत्यस्य अनन्तरम्, इत्यस्य अनन्तरं सारांशः एव अङ्गम् चतुर्णाम् आमां चतुर्णां परिष्करोमि. धन्यवादः. विजयलक्ष्मी बहु सम्यक् वदति दोषाः कुत्र सन्ति इति. इत्युक्ते समीचीनं, दोषस्य परिष्कारः तु अवश्यम् अस्माभिः करणीयं, परिहारः करणीयः. परन्तु अत्र प्रश्नः किम् इति चेत्, अत्र ये दोषाः सन्ति तेषां सर्वेषां समग्ररूपेण सूचयति चेत् एकदा एव तत्र परिवर्तनं कर्तुं शक्नोमि. इत्युक्ते केवलम् एकस्य कृते करणम् इत्युक्ते तत्र बहुवारम् एडिट् कृत्वा कृत्वा कृत्वा परिष्करणीयं भवति. तस्य अपेक्षया सम्पूर्णकरपत्रे कुत्र कुत्र दोषः अस्ति इति एकवारं परिशील्य सम्पूर्णतया वदति चेत् समग्रतया अहं कर्तुं शक्नोमि. तदानीं मम सौलभ्यं भवति. तावदेव. अस्तु भगिनि, तत्र अहं चिन्तयामि दोषः नास्ति. सप्तमी विभक्त बहुवचने दीर्घ भवति खलु, षट्चतुर्भ्यश्च इत्यनेन दीर्घं, दीर्घस्य हरीणां, हरीणाम् इत्यस्य भवति, परन्तु चतुर् इत्यस्य न भवति. सूत्रं किम् उक्तवती? षट्चतुर्भ्यः, षट्चतुर्भ्यश्च इत्यनेन, षट्चतुर्भ्यश्च, षट् आम् प्रत्ययस्य नुट् आगमः भवति इत्येव उक्तम्. दीर्घः न भवति. नुट् आगमः भवति, परन्तु तत्र वयं पठितवन्तः, इदानीं मनसि न आयाति. ऐ थाट् दिस् वास् द सूत्रम्. हलन्तशब्दः अस्ति खलु, यदि अदन्तशब्दः अस्ति तदानीं दीर्घत्वं भवति. राम इति अस्ति चेत् रामाणां हलन्तशब्दः न भवति, दीर्घत्वं न भवति इति कृत्वा चतुर्णाम् इति एव समीचीनं, चतुर्णाम् इति समीचीनम्. अस्तु, इदानीं रूपाणि वयं साधयामः. शक्धातोः लटि रूपाणि इदानीं केन न उक्तम्? अरुणभगिनी वक्तुमिच्छति वा? आं भगिनि नमस्कारः. शक्नु षग् धातु इदानीमः स्वादिभ्यः स्नु इति स्नु प्रतिकरणप्रत्यय कर्तव्य षप्पदाद्य आगच्छति. अङ्गमस्ति शक्नु. शक्नु योगः अस्ति अत्र तिङ् इत्युक्ते प्रत्यय तित् अस्ति अतः गुण् भवति. शक्नोति भवति उकार उकार भवति शक्नोति भवति. शक्नुयुगतः अत्र अपित् अस्ति गुणकार्यं नास्ति. शक्तुतः भवति शक्नुयुगः अन्ति अत्र अन्ति अजादि अपित् अस्ति. अतिष्णुधातो युवामयुवाङ्गौ सूत्रेण औ आदेशः भवति. शक्नुवन्ति भवति शक्नुवन्ति शक्नुवन्ति शक्नुवन्ति भवति. धन्यवादः. शक्नुयोः सि अवसि इत्युक्ते उवङ्गादेशः कुत्र भवति इति एकवारं वदतु. उवङ्गादेशः अनेकाल् अस्ति खलु? अनेकाल् अस्ति अनदर् सूत्र निश्चयितसूत्रेण एकः अन्तादेशः अन्तादेशः सर्वादेशः स्यात् लोन्तस्य अन्तादेशः स्यात्. तस्य अपवादः अस्ति अनेकाल्चित् सर्वस्य. तस्यापि अपवादः अस्ति निच्छ इति सूत्रेण यः आदेशः नित् अस्ति सः तस्य अन्तादेशः भवति खलु? आं भगिनि. अग्रे शक्नुवन्ति भवति. शक्नु युगस्य अत्र गुणकार्यं भवति शक्नो आदेशप्रत्ययोः सूत्रेण सकार अपदान्तसकारः अस्ति अत्र प्रत्यय अवयवः अस्ति अतः शक्नोसि भवति. शक्नोसि सः अतः इति हलादि अपित् अस्ति स केवलं वर्णमेव शक्नुतः शक्नुतः शक्तुतः मे वहमः शक् मे अत्र हलादि पित् अस्ति सो शक्नोमि भवति. शक्नोमि शक्नु युगः वः अत्र रूपद्वयं भवति. असंयोगः अस्ति असंयोगः अस्ति चेत् संयोगः अस्ति चेत् न भवति. ओके शक्नुवः भवति शक्नुमः एकमेव रूपं शक्नुमः एकमेव रूपं समीचीनं सम्यक् धन्यवादः. तर्हि अत्र शक्नु इत्यत्र उकारात् प्राक् संयोगः वर्तते. नकारककारयोः संयोगः वर्तते इति कृत्वा उकारस्य लोपः विकल्पेन न भवति इति कृत्वा एकमेव रूपम् शक्नुवः शक्नुमः. शक्नोषि इत्यत्र आदेशप्रत्ययोः इति न शक्तुम् इति उक्तवती वा? भगिनि अस्तु समीचीनम् अस्तु सम्यक्. तर्हि इदानीम् अग्रे गच्छामः. उमा भगिनी वक्तुमिच्छति वा तत्र लोटि? न श्रूयते भगिनि किमपि न श्रूयते. श्रूयते वा? अन्यैः श्रोतुं शक्नुवन्ति वा? सम्यक् नास्ति सम्यक् नास्ति भगिनि. नास्ति खलु? वदतु वदतु प्रयत्नं करोमि. शक्नोतु इति चेत् किप् प्रत्ययः तस्मात् शक्नु इति अन्नं सो श्रूयते किमपि न श्रूयते क्लेशः वदतु. शक्नोतु इति चेत् अपि श्रूयते वा? प्रयत्नं करोमि, वदतु. शक्नोतु, शक्नुतः, शक्नुवन्ति. न न, केवलं रूपमिति न, अत्र प्रक्रिया अस्ति चेत् वदतु. हलादिपित् हलादि अपित् कार्यं भवति वा किं भवति इति एकवारं वदतु. शक्नोति इत्यत्र रूपं वयं सर्वे जानीमः, परन्तु प्रक्रिया कथमस्ति? शक्नोति अङ्गं तु इति प्रत्ययः, तु प्रत्ययः, पित् प्रत्ययः, तस्मात् शक्नोतु इति आगच्छति. देन् शक्नोति देन् तां मध्ये द्विवचनं प्रथमपुरुषद्विवचनं तु तत्र न अपि प्रत्ययः, तस्मात् शक्नु शक्नोति किं शक्नोतु इति उक्तवती, तदनन्तरं तत्र अन्यदपि रूपम् अस्ति खलु? द्विवचनं न, द्विवचनं नास्ति, एकवचने अन्यत् रूपम्. प्रत्ययः तदा अपि प्रत्ययः, तस्मात् शक्नु प्लस्तात् शक्नुतात् इति आगच्छति. द्विवचनं शक्नु प्लस् तां शक्नुतां. देन् अन्तु अजादिप्रत्ययः, तस्मात् शक्नुवन्तु इति आदेशः. सूत्रं ऐ नो देट् बट् ऐ आम् नाट् गेटिङ्ग् इट् रैट्. अचिष्णु, सारि, अचिष्णु भाति ध्रुवा यो यो यङ् वङ्गौ इति सूत्रेण अन्तु इति आगच्छति. देन् मध्यमपुरुषः एकवचनम्, अत्र हि धातुः हि प्रत्ययः, सो शक्नु प्लस् हि अपि सो अपि प्रत्ययः, तस्मात् शक्नु शक्नुति इति आगच्छति. देन् शक्नुतात् शक्नुतं शक्नुत. देन् आनयावाम पितृत्याः, सो शक्नुवाणि कथमिति चेत् शक्नु इति अङ्गं प्लस् आनि शक्नु प्लस् आनि, तत्र गुणः शक्नो प्लस् आनि गुणः, अनन्तरं शक्नुवाणि नास्ति, शक्नवाणि. अस्तु, समीचीनं समीचीनं. तर्हि इदानीं तत्र धन्यवादः. इदानीं तत्र मम ओके अस्तु अस्तु वंशि भगिनी वदतु लङ्गि. अस्तु लङ्गि, शक्नु योगः योगः ओ क्षमितम् अशक्नुत शक्नुयोगः तत्र तु तिप्त् अस्ति इति कारणात् तत्र तु आळुत्तमस्य पिच्छ न लुङ् लङ् स्वर्दात्तः इत्यनेन तत्र अडागमः भवति अशक्नु इति अङ्गं भवति अशक्नुयोगः तत्र तु अशक्नु अपित् अस्ति अतः अशक्नुत इति एव भवति अशक्नुत् समीचीनं वा नास्ति न न तिङ्कृत्यः पित् अस्ति खलु ओ पित् अस्ति क्षम्यतां क्षम्यतां तत्र पित् इति उक्तवती पुनः अशक्नोत् इति भवति समीचीनं कथम् अशक्नोत् अशक्नु योगः गुणः भवति अशक्नो इति भवति सूत्रं सर्वधातुकार्थधातुकयोः इत्यनेन रूपं समीचीनं वा नास्ति इति चिन्तयन्ति अस्मि तत् समीचीनं किल अशक्नोत् अशक्नोत् किल अस्तु तदेव तत्र चिन्तयन्ति अस्मि तत्र कुत्र क्लेशः अस्ति अस्तु अशक्नोत् तस्मात् तं तत्र तु अपि तस्ति इति कारणात् अशक्नुतम् अशक्नुतम् एव भवति तम् अन्तु तत्रापि अपि तस्ति परन्तु अजादिप्रत्ययः अस्ति अतः तत्र अजादिप्रत्ययः भूत्वा तत्र अशिष्णुधातु ब्रुवाम् इत्यनेन उवङ् आदेशः भवति अशक्नु उकारस्य स्थाने उवङ् अशक्नुवन् अशक्नुवन् इति भवति तम् अन् स अशक्नुयोगः स तत्र तु पित् भवति खलु ताम् इति खलु उक्तवती तद् उक्तवती इदानीं भूताम् अन् भूतामन् स तं त अन् अम्बाम इति अस्ति न स मध्यम इति उक्तवती भगिनि तम् इति उक्तवती न तां न उक्तवती वा मया तूष्टां न ताम् अन् स तं त अम्बाम अतः तत्र क्षम्यताम् अशक्नोत् अशक्नुताम् अशक्नुवन् अशक्नुयोगः स तत्र तु पित् अस्ति इति कारणात् अशक्नो इति भवति अशक्नोस् खरानुसारेण विसर्जनीयः इत्यनेन अशक्नोः इति भवति अशक्नुयोगः तं तत्रापि अपित् अस्ति अशक्नुतम् इति अस्ति तस्मात् तु स तं न स तं त अशक्नुत इति मध्यमपुरुषे बहुवचनरूपम् अशक्नुत स तं त अं वाम अम् अत्र तु पित् अस्ति अतः तत्र अचिष्णुधातु ब्रुवम् इति कार्यं न करोति इति कारणात् तत्र अशक्नुयोगः अम् अशक्नो गुणकार्यं भवति अशक्नुयोगः अम् तस्मात् अनन्तरम् यचोयवायावः इत्यनेन अवादेशः भवति अशक्नो ओकारस्य अवादेशः खलु अशक्नवम् अशक्नवम् अशक्नवम् इति भवति तस्मात् अम् व इति अस्ति तत्रापि अपित् अस्ति अशक्नुव किमपि कार्यं नास्ति अशक्नुव अशक्नुम इति एव भवति भगिनि अस्तु समीचीनं मध्यमपुरुष एकवचने अपि सार्वधातुक अर्धधातुकयो गुणकार अशक्नोः इति अशक्नोः इति अस्तु तर्हि विजयलक्ष्मी भगिनी विधिलिङ्ग् करोतु विधिलिङ्ग् लकारम् लिङ्लकार रूपाणि एकवारं वदामि शक्नुयात् शक्नुयातां शक्नुयुः शक्नुयाः शक्नुयातं शक्नुयात शक्नुयां शक्नुयाव शक्नुयाम अत्र शक्नु शक्नु शक्नु इति एव श्रूयते अतः सुलभम् तत्र या या सुट् इति यायति यास् अतः गुणकार्यं न भवति लिङ्गस्थलोपोन्नत्यस्य इत्यनेन शक्नुयात् शक्नुयातां कुत्रापि गुणकार्यं नास्ति भगिनि आमां केवलं योजनं केवलं योजनं अस्तु समीचीनं सम्यक् अस्तु तर्हि इदानीं अग्रे गच्छामः तत्र किं मीना भगिनी अग्रे वदतु अजन्तधातुषु चीधातुः उभयपदी अस्तु भगिनि चीधातु उभयपदे अहं पार्श्वपदे वदामि वा अस्तु रूपमेव वदतु अत्र किम् अस्ति इति वयं जानीमः किमपि अत्र नास्ति अतः चीधातुं स्वीकृत्य परस्मैपदीरूपाणि वदतु प्रक्रिया अपि च चीधातु चिनु इति अङ्गं चिनोति इति सर्वधातुकार्धधातुकयोति सूत्रेण गुणं भवति सा चिनोति चिनुतः तत्र गुणं न भवति तत्र तः इति प्रत्ययः अपित् अस्ति तस्मात् चिनुतः चिनु योगः अन्ति तत्र असंयोगः उकारः अस्ति अचिष्णु धातु ब्रुवामि ओर्यङ् युवङ्गौ इति तत्र अपित् अकार अजन्त अपित् अस्ति तस्मात् हुष्णोः सावधातुके इति सूत्रं कार्यं करोति किल तत्र यन् भवति चिन् चिन् चिनु अन्ति चिन्वन्ति समीचीनं वा भगिनि सम्यक् सम्यक् अग्रे चिन्वन्ति चिनु योगः सि तत्र आदेशप्रत्ययोः इति चिनुषि प्रथमं सार्वधातुकार्थदत्तयोः इति सूत्रेण चिनो योगः तदनन्तरं सि आदेशप्रत्ययोः इति सूत्रेण सकाशत्वं भवति तत् चिनोषि चिनुतः तत्र तत्र च अपित् अस्ति तस्मात् गुणं न भवति चिनु चिनुतः चिनुतः देन् तदनन्तरं मिप् अस्ति तच् चिनोमि तत्र पित् अस्ति तस्मात् गुणं भवति चिनोमि चिनु योगः वः तत्र च अत्र तत्र लोपश्चास्य न तिरस्यां मोह इति सूत्रेण तत्र असंयोगः पूर्वप्रत्ययस्य उतः अङ्गस्य तत्र अन्यतरस्यां लोपः लोपः भवति तस्मात् चिन्वः अथवा चिनुवः भवति तादृशं मह अपि चिन्वः चिनुमः इति भवति कथम् असंयोगपूर्वः एकवारं प्रतिपादयतु असंयोगपूर्व उकारः चिनु तत्र असंयोगः उकारः अस्ति तत्र संयोगं नास्ति तत्र कथं सः के सः चि योगः नकारः तदनन्तरम् उकारः अस्ति तत्र नकार उकार मध्ये न न तथा नास्ति उकारयोगः नास्ति इति कथं तत्र कः कः कौ वर्णौ स्तः तत्र संयोगः नास्ति इति वक्तुम् यदि किम् अस्ति तत्र इति स्वरः तत्र व्यञ्जनं नास्ति तत्र केवलं वदतु अहम् अवगन्तुमिच्छामि तत्र कौ वर्णौ स्तः इति तत्र वर्णः कः इति वदतु संयोगः नास्ति इति प्रदर्शयितुं तत्र कौ वर्णौ वर्णः नकारः उकारः अस्ति तत्र न न प्रत्ययस्य उकारात् प्राक् संयोगः न भवेत् उकारात् प्राक् उकारात् प्रः उकारात् परः चिनु उकारात् परः भगिनि उकारात् प्राक् उकारात् प्राक् नकारः अस्ति नकार इकारः इति संयोगः नास्ति. नकार इकार उकारात् प्राक् यः वर्ण यत् वर्णद्वयम् अस्ति तत्र तु इकार नकारः अस्ति इति कृत्वा संयोगः नास्ति. परन्तु शक्नु इत्यत्र योगः ईयोगः नकारः अपि च उकारः अस्ति. उकारात् प्राक् इकारः नकारः इकारः नकारः अस्ति अनयो संयोगः अस्ति. शक्नु इत्यत्र कथम् अस्ति? शक्नु इति तत्र ककारः अस्ति, तत्र संयोगः अस्ति. तत्र शक् योग नकारात् प्राक् ककारः अस्ति, ककारः नकारः अस्ति. ककारनकारयोः संयोगः अस्ति शक्नु इत्यत्र. शक्नोति अत्र इत्यत्र इति कृत्वा तत्र लोपश्च अस्य अन्यतरस्यां मोहो इत्यस्य कार्यं नास्ति, यतोहि संयोगः वर्तते. उकारः चक्नुमः भवति, चक्नुमः चक्नुमः भवति तत्र. अन्यतरस्यां चिन्वः चिनुव अथवा चिनुवः चिन्मः अथवा चिनुमः. समीचीनं समीचीनम् अस्तु, धन्यवादः भगिनि. इदानीं तत्र किम् उषा भगिनी लोटि वदतु, समापयामः. भगिनि चि धातु चिनु इति अङ्गं लोट चिनोतु गुणकार्यम् अस्ति. तु इत्यस्य कृते चिनोतु चिनुतां चिनुतां अत्र एकवचने अन्यत् रूपमपि अस्ति खलु. चिनोतु चिनुतात् तात् इति तात् अपि अस्ति. चिनुतात् इति अस्ति अत्र अपि इति चिनोतु चिनुतात् चिनुताम् अपि च अन्तु अन्तु चिनु योगः अन्तु अत्र कुत्र कूष्णुवोः सार्वधातुके इत्यनेन यण्सन्धि भवति. उकारस्य स्थाने वकारः चिन्वन्तु चिन्वन्तु इति भवति. चिनोतु चिनुतात् चिनुतां चिन्वन्तु अपि च प्रत्ययः हि चिनुयोगः हि हि इत्यस्य लोपः भवति. हि इत्यस्य लोपः उत्तश्च प्रत्ययात् असंयोगपूर्वात् इत्यनेन असंयोगपूर्व अङ्गम् अस्ति चिनु. असंयोग इति न वक्तव्यम्, असंयोगपूर्व उदन्त अङ्गम् उकारः असंयोगपूर्व उकारः अस्ति. सो उतश्च प्रत्ययात् असंयोगपूर्वात् इत्यनेन हि लो हि लोपः भवति, चिनु एव भवति. चिनु अपि च चिनुतात् इति मध्यमपुरुष एकवचनं. मध्यमपुरुष बहुव द्विवचनं चिनुतं अन्देन् तुतामन्तु नो चिन्तं त चिनुत एव चिनुत. आनि आवाम सर्वे पित्प्रत्ययाः. पित्प्रत्ययाः इत्यनेन गुणकार्यं भवति. चिनु योगः आनि, चिनो योगः आनि, अयावसन्ति भवति. अयावसन्ति ओ स्थाने अव् आदेशः. चिनवानि अपि च तथा एव आव आम कृते अपि गुण अनन्तरम् एचो अयवायावः. चिनवानि चिनवाव चिनवाम इति भवति. सम्यक् सम्यक् अस्तु. सूर्यकुमारी भगिनी लङ्गि अपि करोतु, समापयामः. भगिनि लङ्लकारचिनियोगः ता रागमः परमं चिनो चिनो अचिनोत् अचिताम् किं द्विवचने किम् अचिताम् अचितां वा अचिनुतां चिनु चिनुताम् अचिनुताम् अचिनु अचिनुयोगः अन् तत्र यनादेशः भवति अचिनु अचिनु हूस् नुवोः सार्वधातुके अचिन् अचिन् योगः अन् अचिन् वन् भवति मध्यमपुरुषे एकवचनं छिन् योगः छिनोः भवति छिनुथम् अचिन् अचिनोः लङ्लकार अचिनोः अचिनुथम् अचिनुत अचिनो योगः अम् अचिनवम् अचिनवम् अचिनुव अचिनुम अचिनुव अचिन्व अचिनुम अचिन्व आमाम् उकारलोप विकल्पेन भवति सूत्रं किमस्ति तत्र अन्यतरस्याम् उत्तिष्ठन्नतरस्याम् न न लोपश्च अस्ति अन्यतरस्य लोपश्च अस्तु क्षम्यतां नास्ति चिन्ता तर्हि इदानीम् उमा भगिनी वदतु विधिलिङ्ग् समापयामः झटिति वदतु अस्ति वा भगिनि अस्तु विजयलक्ष्मी भगिनी वदतु चिनुयात् चिनुयातां चिनुयुः चिनुयाः चिनुयातं चिनुयात चिनुयां चिनुयाव चिनुयाम सम्यक् समीचीनम् अस्तु तर्हि अत्र स्थगनं कुर्मः भगिनी भगिनी तत्र आहत्य पञ्चसूत्राणि एव स्मरणीयानि किल तत्र तु तत्तावदेव अचिष्णु धातु ब्रुवां युवोर्यङ्गौ हुष्णोः सार्वधातुके तत्र तु तृतीयसूत्रमस्ति उतश्च प्रत्ययादसंयोगपूर्वात् रूपश्च अन्यतरस्यामोः आदेशप्रत्ययोः इत्येव चिन्तयामि तावदेव इति भवान् आदेशप्रत्ययोः सार्वधातुकार्धधातुकयोः इत्येव सर्वसामान्यमस्ति अत्र तु विशेषसूत्राणि चत्वारि सूत्राणि एव हा अपि च तत्र सर्वे असंयोगपूर्वकः अस्ति अचिष्णु धातुः पूर्वमिवेव संयोगपूर्वकः अस्ति इति अपि स्मर्तव्यं चेत् तत् समीचीनं भवति इति चिन्तयामि समीचीनं परन्तु संयो अचिष्णु धातु ब्रुवाम् इत्यत्र संयोगपूर्वः इति किमपि न उक्तं तत्र अतः तथा न स्मर्तव्यं परन्तु अचिष्णु धातु ब्रुवाम् इति सूत्रे असंयोगः संयोगः इति किमपि न उक्तं संयोगस्य विषयः एव न परन्तु तत्र तु तस्य तं प्रभाद्यसूत्रं प्रभादभूष्णुः सर्वदातुके एव कार्यं कर्तुम् अर्हति यदि तत्र एव अस्ति तत्र असंयोगपूर्वः अस्ति चेत् भवति इति तत् तस्मिन् सूत्रे अस्ति तस्मिन् सूत्रे अस्ति अस्तु हा हा आहत्य पञ्चसूत्राणि स्मर्तव्यं चेत् तत्र सर्वाणि रूपाणि वस्तुतः त्रीणि एव सूत्राणि उष्णोः सार्वधातुके इति विशिष्टमस्ति उष्णोः सार्वधातुके लोपश्च अन्यतरस्य मोः अनन्तरम् उतश्च असंयोगपूर्वात् इति त्रीणि सूत्राणि वस्तुतः सत्यं सत्यं समीचीनं यतोहि अचिष्णु धातु ब्रुवम् इति बहु सामान्यम् अस्ति बहुत्र प्रवर्तते समीचीनं विशिष्टसूत्रम् अत्र इति चेत् त्रीणि एव सूत्राणि तत् स्वादिगणे रूपाणि कर्तुं शक्नुमः समीचीनं भगिनि अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः धन्यवादः